गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः विधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् अद्य सङ्ख्या इति गुणः तस्मिन् विषये चिन्तनस्य प्रवर्तनं भवति एतावत्पर्यन्तं रूपं रसः गन्धः स्पर्शः इत्येतेषां गुणानां लक्षणानि कानि अपि च तेषां वैविध्यं किम् इति एतत् सर्वम् अधीत्य तत्र व्याप्यवृत्तित्वम् अव्याप्यवृत्तित्वम् इति रूपस्य तस्मिन् विषये अपि तत्र मतभेदः कः इति चिन्तयित्वा तदनन्तरं कार्यकारणभागे किञ्चिदिव चिन्तनं कृत्वा तत्र अन्वयसहचारः व्यतिरेकसहचारः द्वयमपि यत्र भवति तत्र कार्यकारणभावः अस्ति इति निश्चित्य तदनन्तरं तत्र असमवेदगुणानां ज्ञानं कथं भवति इत्युक्ते गन्धः केवलं पृथिव्याम् एव लभ्यते तथापि जले नो चेत् वायौ अनुभूयते तस्य तादृशज्ञानः ज्ञानं प्रत्ययः कथं समर्थनीयम् इत्यस्मिन् विषये असमवेदगुणानां ज्ञानं कथं भवति इत्यस्मिन् विषये चिन्तनं कृत्वा तदुपरि तत्र गुणोऽपि जायमानः गुणप्रत्ययः गुणेऽपि जायमानः गुणप्रत्ययः इत्युक्ते एकः घटः इति प्रतीतिः पुनः तत्र एकं रूपम् इति प्रतीतिः एकम् इति अपि गुणमस्ति गुणः अस्ति रूपम् अपि गुणः अस्ति तर्हि गुणः गुणे येन केनापि सम्बन्धे न भवति तथापि एतादृशप्रतीतिः भवत्येव तर्हि कथं वा तस्याः प्रतीतेः समर्थनं करणीयम् इत्यस्मिन् विषये अपि चिन्तयित्वा तत्र क्रमप्राप्तं सङ्ख्या इत्यत्र अस्माभिः आगतं तर्हि तथा पठनीयं तस्मात् पूर्वं तत्र श्रीराममहोदयस्य प्रश्नः आसीत् इदानीं वदति वा महोदय अस्तु महोदय भग्नः अभवत् मम तत्र द्वितीयपरिच्छेदे किञ्चित् अवगमनं सम्यक् वा इति प्रश्नः अस्ति मम मनसि भवान् तु तत्र कारणता अवच्छेदकसम्बन्धः इत्यस्मिन् विषये कार्यता अवच्छेदकसम्बन्धः इत्यस्मिन् विषये तत्र कार्यतावच्छेदकसम्बन्धः समवायसम्बन्धः कारणतावच्छेदकसम्बन्धः तादात्म्यसम्बन्धः इदानीं मम प्रश्नः अस्ति स च सम्बन्धः इतरकार्यताभ्यः प्रकृतकारता भिन्ना इतरकारणताभ्यः प्रकृतकारणता भिन्ना इति बोधयति अहं चिन्तितवान् इतरकार्यता इत्युक्ते घटे ध्वनिः अस्ति ध्वनेः ध्वनौ कार्यता अस्ति क्रिया यदा क्रिया घटे अस्ति तदा ध्वनिः अस्ति इति स्वीकुर्मश्चेत् शब्दः अस्ति इति स्वीकुर्मश्चेत् शब्दे कार्यता अस्ति इति तादृश घटे विद्यमानध्वनेः शब्दः अस्ति चेत् तत्र कार्यकारणभावः नास्ति प्रथमं कार्यकारणभावः अस्ति वा इति चिन्तनीयम् तत्र अनुभवः अस्ति यथा जले गन्धस्य अनुभवः अस्माभिः क्रियते तर्हि तत्र अनुभवः अस्ति इति कृत्वा जलं गन्धस्य कारणम् इति तत्र कार्यकारणभावः न निश्चितः कार्यकारणभावस्य निश्चयार्थं तत्र अन्वयसहचारः भवति वा व्यतिरेकसहचारः भवति वा इति द्वयमपि भवति चेत् कार्यकारणः भावः निश्चितः भवति इति अवगतम् अस्माभिः तर्हि ध्वनिः घटे घटात् ध्वनिः उत्पन्नः भवति इति कृत्वा तत्र प्रथमं कार्यकारणभावः अस्ति वा इति चिन्तनीयं किल तद् निरूपयति किन्तु किमर्थम् अत्र प्रश्नः कः इतरकार्यताभ्यः प्रकृतकार्यता भिन्ना इतरकार्यता इत्युक्ते किं कार्यं स्वीकृतम् अस्ति इतरकार्यता इति सूचनेन इत्युक्ते प्रायः भवतः मनसि एषः प्रश्नः अस्ति कार्ये कार्यता अस्ति इति वयं जानीमः अपि च कार्यं समवायसम्बन्धेन विना अन्येन सम्बन्धेन यस्य कस्यापि भवितुम् अर्हति वा इति प्रश्नः वा तदपि अस्ति महोदय मम प्रश्नः अस्ति इतरकार्यता इति किं सूचयति अन्यकार्यता किं स्वीकर्तुं शक्यते अन्यकार्यं किं स्वीकर्तुं शक्यते अस्तु अत्र पश्यतु घटः इति कार्यं कपालात् घटः उत्पन्नः इति स्थितिः तर्हि घटः कार्यं घटे कार्यता घटः कपाले समवायसम्बन्धेन वर्तते किन्तु घटः स्वस्मिन् तादात्म्यसम्बन्धेन वर्तते तर्हि घटे विद्यमानकार्यता इदानीं तादात्म्यसम्बन्धेन अवच्छिन्ना भवति तस्य निवारणार्थम् अत्र सम्बन्धः वक्तव्यः समवायीकारणस्य लक्षणं किम् स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा इत्युक्ते समवायसम्बन्ध अवच्छिन्नकार्यता निरूपित तादात्म्यसम्बन्ध अवच्छिन्नकारणता आश्रयत्वं समवायिकारणस्य लक्षणम् इदानीं तादात्म्यसम्बन्ध अवच्छिन्नकार्यता निरूपित तादात्म्यसम्बन्ध अवच्छिन्नकारणता आश्रयत्वम् इति अहं वदामि चेत् तत् समवायिकारणं भवति वा तर्हि तादृशं न वक्तव्यम् इत्यतः अत्र समवायसम्बन्धः कार्यता अवच्छेदकत्वेन स्वीकृतम् अवगतं महोदय तदेव आशयः अन्यकार्यमस्ति इति अहं चिन्तितवान् इतरकार्यता तत्र कार्यतायाः भेदः प्रदर्शनीया न तु कार्यस्य भिन्नकार्यम् इति न स्वीकृतं हा कार्यता कार्यतायाः अवच्छेदकः कः इति आ कार्यतायाः अवच्छेदकसम्बन्धः कः इत्यस्मिन् विषये एव अत्र चिन्तनं किमर्थम् इत्युक्ते यदा अग्रे असमवायीकारणं कारणविषये पठेम तत्र समवायसम्बन्ध अवच्छिन्नकार्यता निरूपित समवायसम्बन्ध अवच्छिन्नकारणता आश्रयत्वम् असमवायीकारणस्य लक्षणम् इति भवति अतः तत्र अवच्छेदकसम्बन्धस्य आवश्यकता अस्ति किन्तु इदानीं घटे कार्यता अस्ति अपि च घटः स्वस्मिन् तादात्म्यसम्बन्धेन वर्तते तर्हि सम्बन्धः अस्ति कार्यता अपि अस्ति अनयोः मध्ये सामानाधिकरणीयमस्ति इति कृत्वा तादात्म्यसम्बन्धः अपि कार्यता अवच्छेदकं भवितुम् अर्हति किन्तु तादृशसम्बन्धः अत्र न स्वीकर्तव्यः समवायिकारणस्य निरूपणार्थं लक्षणस्य निरूपणार्थं तादृशसम्बन्धः न स्वीकर्तव्यः इति अस्तु तर्हि तत्र रूपं रसः गन्धः स्पर्शः तदनन्तरम् इदानीं क्रमप्राप्तं सङ्ख्या तत्र वयम् आगतवन्तः तर्हि अस्मिन् विषये मूलग्रन्थे यदुक्तं तत् ह्यः पूर्वस्मिन् वर्गे पठितं किन्तु पुनः पठित्वा तस्मिन् विषये किञ्चिदिव चिन्तनं कृत्वा अग्रे पठेम अस्तु विजी भगिनी पठति वा महोदय एतादृशकार्य अष्ट अशीतितमपुटे एकत्वादिव्यवहारहेतुः स्थूलाक्षरैः लिखितं किल एकत्वादिव्यवहारहेतुः सङ्ख्या सा नवद्रव्यवृत्तिः एकत्वादि परार्धपर्यन्ता इति एतत् सर्वं गते वर्गे अस्ति गते वर्गे एव चिन्तितं किन्तु केवलं पुनस्मारणाय भवतु अत्र किं लिखितमस्ति इति कृपया वदतु सङ्ख्यायाः प्रवृत्ति विभागान्ताः गुणाः नवसु भगिनी तत्र यद् इदानीं भवत्या पठितं तस्मिन् विषये वदतु अत्र अर्थः कः इति एकत्वादिव्यवहारहेतुः सङ्ख्या इति लक्षणवाक्यम् एकत्वादि एकत्वादि व्यवहारहेतुः संख्या इति पदस्य लक्षणं संख्या इति गुणस्य पदस्य संख्या इति गुणस्य संख्या इति गुणस्य लक्षणं एकत्वादि इत्युक्ते एक द्वे इति संख्या इति व्यवहारहेतुः संख्या व्यवहारहेतुः इत्युक्ते ज्ञान सप्त ज्ञानजनकशब्दप्रयोगः व्यवहारः एकत्वादिव्यवहारहेतुः संख्या सा नवद्रव्यवृत्तिः अत्र दलसार्थक्यं करोतु कति दलानि सन्ति अत्र एकत्वादिव्यवहारहेतुः संख्या एकमेव किल महोदय किन्तु सार्थक्यं करोतु यदि तत्र एकमेव दलं किं दलं किम् इति वदतु व्यवहारहेतुः संख्या केवलं व्यवहारहेतुः संख्या वा नो चेत् एकत्वादि व्यवहारहेतुः इति एकमेव दलम् एकत्वादि व्यवहारहेतुः संख्या इति केवलमेव केवलं व्यवहारहेतुः संख्या इति वदति चेत् काले अतिव्याप्तिः काले अपि व्यवहारहेतुः आम् आं महोदय एकत्वादि व्यवहारहेतुः संख्या सा नवद्रव्य इतोपि भगिनि इतोपि किञ्चित् चिन्तनीयं दलसार्थक्यं करोतु इत्युक्ते एकत्वादि व्यवहारहेतुः संख्या तत्र गुणः इति पदं योजितं वा न योजितं किमर्थं न योजितं तत्र न योजितं चेत् क्लेशः भवति वा अन्यत्र एकनिमिषं भगिनि रसनग्राह्यो गुणः रसः इति तत्र गुणः इति पदं योजितम् अत्र तु गुणः इति पदं न योजितम् एतावत्पर्यन्तं यानि लक्षणानि अस्माभिः अधीतानि तत्र चक्षुर्मात्रग्राह्यो गुणः रूपं तदनन्तरं रसनग्राह्यो गुणः रसः घ्राणग्राह्यो गुणः गन्धः त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः इति सर्वत्र गुणः इति पदं योजितम् आम् महोदय अत्र न योजितं तत्र क्लेशः अस्ति वा अतिव्याप्ति दोषः किमपि नास्ति दोषः अस्ति चेत् निरूपणं भवति किल न दोषः नास्ति इति अपि निरूपणीयं दोषः नास्ति इति भवती वदति चेत् न निरूपितं न भवति एकत्वादि एकत्वादि व्यवहारहेतुः संख्या एकम् आरभ्य सर्वे संख्या व्यवहारहेतुः एव न पठितुम् आगतवती विद्या भगिनी किमपि उक्तवती उक्तवती किल एकत्वादि एकत्व दिव्यव्यवहारहेतुः इत्युक्ते तत्र एकत्वं सूचयति अयं व्यसः घटः इति अनन्तरं हेतुः इत्युक्ते तत्र कारणमेव अनन्तरं संख्या इति गुणः अस्ति गुणः संख्या इति गुणः ज्ञानं भवति ज्ञानम् उत्पद्यते तत्र भगिनी वयं तत्र लक्षण तत्र दलसार्थक्यं कथं कुर्मः कति दलानि सन्ति इति प्रथमम् उक्त्वा यदि एकं दलं त्यजामश्चेत् तत्र अतिव्याप्तिदोषः वा अव्याप्तिदोषः वा असम्भवदोषः वा तादृशं भवति वा इति एव चिन्तयामः. तत्र कार्यकारणभावः इति एतत् सर्वं दलसार्थके न चिन्तयामः. सीमा भगिनी किं चिन्तयति? अहं चिन्तयामि पूर्वस्मिन् लक्षणे यथा रसनभ्रायो गुणो सः अत्र गुणः कथं नास्ति चेत् तत्र जातौ अतिव्याप्ति भवति यतोहि रसत्वम् अपि रसनाभ्राय एव भवति. अतः अत्र किन्तु अत्र तस्य अतिव्याप्तेः अवकाशः नास्ति यतोहि एकत्वादिव्यवहारहेतुः उक्त्वा तस्य कस्यचित् केषुचित् लक्षणः न गच्छति. सङ्ख्यात्वं लक्षणं न गच्छति. अतः मम चिन्तनमस्ति गुणः पदं त्यक्तं बहु समीचीनं. तादृशम् अस्ति तत्र पूर्वगुणचतुष्टयलक्षणे गुणः इति पदं योजितमस्ति. किमर्थम् इत्युक्ते सर्वत्र इन्द्रियं स्वीकृत्य चक्षुर्मात्रग्राह्यो गुणः अपि च तत्र अन्यत् लक्षणं किमासीत् रसनग्राह्यो गुणः रसः, घ्राणग्राह्यो गुणः गन्धः, त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः इति तत्र सर्वत्र इन्द्रियं स्वीकृत्य लक्षणं कृतम्. यदि गुणः इति पदं न योजयामः तर्हि जातौ अपि लक्षणं पतति. किमर्थम् इत्युक्ते इन्द्रियेण जातिः अपि गृह्यते इत्यतः तत्र गुणः इति पदस्य आवश्यकता अस्ति. किन्तु अत्र प्रथम एतादृशलक्षणं गुणे तत्र इन्द्रियम् अस्वीकृत्य प्रथमवारं वयं पठन्तः स्मः. तर्हि इदानीम् एकत्वादिव्यवहारहेतुः इति वदामश्चेत् एकमेव दलमस्ति, तत्र गुणः इति पदं न उक्तं चेदपि अन्यत्र यत्र कुत्रापि अतिव्याप्तिः न भवति. गुणः इति पदं किमर्थं योजनीयम्, कुत्र योजनीयं? यत्र इन्द्रियं स्वीकृत्य लक्षणं वदामः तत्र इन्द्रियेण जातेः अपि ग्रहणं भवति, तन्निवारणाय गुणः इति पदं योजनीयं भवति. किन्तु अत्र व्यवहारं स्वीकृत्य व्यवहारहेतुत्वं स्वीकृत्य सङ्ख्यायाः लक्षणं कृतं, तर्हि एकत्वादि व्यवहारहेतुः सङ्ख्या एव भवति लोके. अन्यत् अन्यपदार्थं यत्किमपि स्वीकृत्य तत्र एकत्वादिव्यवहारः न कर्तुं शक्यते. कालं स्वीकृत्य केवलम् अतीत्यादिव्यवहारः एव कर्तुं शक्यते. तत्र दिक् इति स्वीकृत्य इति लोके ये पदार्थाः सन्ति तेषु एकमपि स्वीकृत्य सङ्ख्या विना एकत्वादिव्यवहारः न कर्तुं शक्यते इति कृत्वा अत्र एकमेव दलं पर्याप्तम्. अस्तु, समीचीनं महोदय. प्रश्नः अस्ति अत्र एकत्व किमर्थं दत्तमस्ति? एकम् इति किमर्थम् एकत्वम् इति उक्तं, न तु एकम् इति. तत्र अग्रे एतस्मिन् विषये किञ्चित् चिन्तनं तत्र पुस्तके एव दत्तमस्ति, तस्मिन् सन्दर्भे तस्मिन् विषये किञ्चित् चिन्तयामः. तत् पठित्वा तदनन्तरं चिन्तयामः चेत् सर्वेषाम् अवगमनं भवति इत्यतः. इदानीं प्रश्नः अस्ति किमर्थम् एकत्वम् इति उक्तं न तु एकम् एकादिव्यवहारहेतुः सङ्ख्या इति किमर्थं न उक्तम् एकत्वादि व्यवहारहेतुः सङ्ख्या इति किमर्थम् उक्ति इति प्रश्नः अस्ति इति स्वीकुर्मः अनन्तरं तस्मिन् विषये चिन्तयामः अस्तु विजी भगिनी इदानीं वदतु भगिनी सा नवद्रव्यवृत्तिः सा नवद्रव्यवृत्तिः इत्युक्ते नवद्रव्ये एतत् सङ्ख्या प्रयोगं कर्तुं शक्नुमः वा महोदय नवद्रव्यवृत्तिः सन्ति नवद्रव्य आधार वदतु आधा अधिकरणं भवेत् किम् अधिकरणं भवति द्रव्य अधिकरणं भवति अपि च एकत्वादि सङ्ख्या आदेयः भवति हा समीचीनं तर्हि नवसु द्रव्येषु सङ्ख्या लभ्यते आं महोदय सङ्ख्या भवितुमर्हति तत्र रूपं तु केवलं त्रिषु द्रव्येषु एव भवति पृथिवी अप् तेजः अन्येषु द्रव्येषु रूपं न भवति रसस्तु केवलं पृथिवी अपि च जले एव भवति इति तादृश पृथिवी पृथिव्यां गन्धः पृथिव्याम् एव भवति किन्तु अत्र सङ्ख्या इति गुणः नवसु द्रव्येषु भवति लभ्यते इति अत्र उक्तं एकत्वादि परार्ध पर्यन्ता इति संख्या कति इति उच्यते एकः आरभ्य परार्धपर्यन्तं संख्या वर्तते हा इत्युक्ते तत्र तेषां वैविध्यं यथा रूपस्य सप्त रूपं सप्तविधम् इति अधीतं तत्र रसः षड्विधः एवमेव तत्र सङ्ख्यायाः वैविध्यं कथञ्चित् एकत्वम् आरभ्य परार्धपर्यन्तं सङ्ख्यायाः वैविध्यम् अस्ति वैविध्यम् अस्ति सङ्ख्यायाः प्रभृति एकनिमिषं तत्र इदानीम् अन्यः कोऽपि पठतु विजया भगिनी पठतु धन्यवादः महोदय हा धन्यवादः विजया भगिनी हा जी वदतु जी पठतु भगिनी अग्रे सङ्ख्यायाः प्रभृति विभागान्ताः गुणाः नवसु अपि द्रव्येषु वर्तन्ते इदानीमेव उक्तवन्तः तत्र भगिनि अग्रे अपि किञ्चित् पठित्वा तत्र तत् सिद्धिः इति यावत् तत् अग्रे पठतु अहं वदामि कियत् इति तथा हि द्वित्वादीनां भक्ष्यमाणरीत्या कदाचित् कत्वेपि एकत्वं सर्वेषु द्रव्येषु सर्वदा भवति एको गतः एकः आकाशः इत्यादि ज्ञानैः तत् सिद्धिः तावत् परिमाणमपि तावत् पर्यन्तं तत् सिद्धिः सङ्ख्याः प्रवृत्तिः इत्युक्ते सङ्ख्या आरभ्य विभाग अन्ताः गुणाः नवसु अपि द्रव्येषु वर्तन्ते तत्र नवद्रव्येषु वयं जानीमः तत्र पृथिवी जलं तेजो एतत् सर्वं तत्र नवसु द्रव्येषु गुणः इति गन्धः शैत्यम् औन्नत्यम् एतत् रूपेण वर्तन्ते एव. अत्र सङ्ख्यायाः प्रभृति विभागान्ताः गुणाः इत्युक्ते किम्? तत्र नवविधगुणाः सन्ति, तत्र सङ्ख्या अपि एकः गुणः सन्ति तत्र गुणे. प्रथमं कति गुणाः सन्ति, कति गुणाः सन्ति आहत्य? गुणाः नवविधगुणाः सन्ति नवविधद्रव्येषु. न चतुर्विंशतिगुणाः सन्ति किल? चतुर्विंशतिगुणाः सन्ति, परन्तु द्रव्येषु वर्तन्तगुणाः तु नवः इति मया उक्तम्. इत्युक्ते तत्र नव अधिक यानि ये गुणाः सन्ति ते कुत्र वर्तन्ते, द्रव्येन भवति वा? तत्तु तत्र विभजनं द्रव्यं तु तत्र विभजनं स्वीकृतम्, अतः एव चत्वारिविंशतिः इति तत्र रूपं स्वीकृतम्. न भगिनि, अत्र सप्त चतुर्विंशतिगुणाः सन्ति इति मूले उक्तं, तद् अस्माभिः पठितमपि. तदनन्तरं चतुर्विंशतिगुणाः अपि द्रव्ये एव भवन्ति, एकस्मिन् द्रव्ये भवन्ति इति न. तत्र केचन गुणाः केषुचित् द्रव्येषु एव भवन्ति, अन्ये गुणाः सर्वेषु द्रव्येषु भवन्ति इति तादृशवैविध्यमस्ति. किन्तु चतुर्विंशतिगुणाः अपि द्रव्येषु एव भवन्ति, सर्वेषाम् आधारः द्रव्यमेव, सर्वेषाम् आधारं द्रव्यमेव इति अस्माभिः अधीतम्. तत्र पश्यतु चतुर्विंशतिगुणाः के इति एकवारम् अहं पठामि, सम्पूर्णं न पठामि, किन्तु रूप रस गन्ध स्पर्श, तदनन्तरं पञ्चमगुणः अस्ति सङ्ख्या, सङ्ख्या परिमाण पृथक्त्व संयोग विभाग. तर्हि सङ्ख्या आरभ्य सङ्ख्यायाः प्रभृति, प्रभृति इत्युक्ते आरभ्य विभागान्ताः विभागपर्यन्तं तत्र पञ्चगुणाः सन्ति किल, सङ्ख्या परिमाणं पृथक्त्वं संयोगः विभागः इति पञ्चगुणाः सर्वेषु अपि द्रव्येषु वर्तन्ते इति वाक्यस्य अर्थः. हा, तर्हि इदानीम् अग्रे वदतु. तथा हि रक्ष्यमाणरीत्या कदाचित् इत्युक्ते तत्र कदाचित् अस्य भावः तत्र, अतः एव कदाचित् इति तत्र दत्तं. कदाचित् इति एकत्वं सर्वेषु द्रव्येषु सर्वदा भवति एव, एकत्वम् इत्युक्ते तत्र अयम् एकः घटः इति तत्र कारणम् एकत्वं सर्वेषु द्रव्येषु सर्वदा वर्तते एव किमपि तत्र वक्तव्यं वदति. न, अत्र एकत्वं यदा द्रव्यम् अस्ति इति वदामः तर्हि तस्मिन् द्रव्ये एकत्वम् इति गुणः भवत्येव, किन्तु द्वित्वम् इति गुणं वा तस्मादुपरि द्वित्वादीनां तादृशगुणानां कादाचित्त्वं कादाचित्कत्वमेव अस्ति. इत्युक्ते यदा अस्माकं विवक्षा तत्र आकाङ्क्षा भवति, अपेक्षा भवति, अत्र कति घटानि सन्ति इति तादृशप्रश्नः यतावत् न उत्पादयति तावत् तत्र द्वित्वं न उत्पादयति. तत्र यदा अस्माकं मनसि आकाङ्क्षा जायते तदा एव इदानीं वयं गणनं कृत्वा तत्र एकः द्वे त्रीणि चत्वारि, तर्हि तादृशगणनं यदा वयं कुर्मः तदा एव द्वित्वं वा तस्मादुपरि त्रीणि त्रित्वं वा यत्किमपि भवतु चतुर्थम् इति तादृशं तादृशगुणानाम् उत्पादनं तदा एव भवति यदा वयं गणनं कुर्मः. किन्तु अगणने अपि अस्माकं आकाङ्क्षा नास्ति चेदपि तत्र एकत्वम् इति गुणः सर्वेषु द्रव्येषु सर्वदा वर्तते एव इति अत्र उक्तम्. एकदा घटः एकदा आकाशः इत्यादि ज्ञानैः तत् सिद्धिः तत्र एकदा घटः अयम् एकः घटः एकः आकाशः एतत् सर्वम् इत्यादि ज्ञानैः तत्र सिद्धिः भवति. गुणः अपि तत्र भवति एकः घटः एकः आकाशः इति ज्ञानेन वयं ज्ञातवन्तः एकः आकाशः तत्तु विभुः सर्वत्र भवति इति एतत् ज्ञानं स्वीकुर्मः. तत्र परिणाममपि तथा तत्र एकनिमिषं भगिनि, अत्र यदा वयं न्यायं न्यायग्रन्थं पठामः तत्र इदानीम् अहं प्रश्नं पृच्छामि, एकः घटः एकः आकाशः इत्यादि ज्ञानैः तत्सिद्धिः इति उक्तं किल, किमर्थम् अत्र आकाशः उक्तः एकः घटः एकः पटः इत्यादि ज्ञानैः तत्सिद्धिः इति अनुक्त्वा एकः घटः एकः आकाशः इत्यादि ज्ञानैः तत्सिद्धिः इति उक्तं, तत्र आकाशः इति किमर्थं स्वीकृतं, तस्य वैशिष्ट्यं किमपि अस्ति वा? यत्र यत्र आकाशः भवति तत्र तत्र एतत् सर्वम् एकत्वम् इति रूपेण स्वीकृतम् एव पृथक्त्वेन. हा भवतु, तत्र यत्र यत्र पटः अस्ति तत्रापि एकत्वं भवत्येव, किमर्थं पटत्वं तत्र एकः घटः एकः पटः इति अनुक्त्वा एकः घटः एकः आकाशः इति किमर्थम् उक्तं, तादृशं वयं चिन्तनीयं, तस्य महत्त्वं किमपि अस्ति वा? आकाशः इति कीदृशद्रव्यम्? प्रतिवस्तु तत् पृथक्त्वम् एव स्वीकृतम् अत्र, अतः एव अत्र पृथक्त्वस्य विषये किमपि चिन्तनं नास्ति भगिनि, पृथक्त्वम् इति भिन्नगुणः अस्ति, आकाशः इति कीदृशद्रव्यम् इति मया पृष्टम्. नित्यद्रव्यम्. नित्यद्रव्यम् इति मनसि आगतं, यद् भवती उक्तवती विभूति तत्तु समीचीनं. किमिति आकाशते कालः दिक् आत्ममनः एतत् सर्वं नित्यवस्तु. सत्यं सत्यं, किन्तु यदा आकाशः इति शब्दः ग्रन्थे भवति तर्हि झटिति अस्माकं मनसि आकाशः नित्यः आकाशः विभुः, भवती उक्तवती विभुः इति, किन्तु अत्र विभुः इत्यस्य महत्त्वं नास्ति, किन्तु नित्यः इत्यस्य महत्त्वमस्ति. अग्रे आयासति तत्र आकाशः नित्यः, तर्हि आकाशे अपि एकत्वम् इति गुणः वर्तते, एकः एव आकाशः किल, तच्च एका तच्च एकः विभुः नित्यश्च इति अस्माभिः अधीतम् आकाशस्य विषये यदा अस्माभिः चिन्तनं कृतं तत्र, तर्हि एकः आकाशः एकत्वम् आकाशे अस्ति, तर्हि इदानीम् आकाशः नित्यः इत्यतः तस्मिन् विद्यमान एकत्वम् अपि नित्यं भवेत्, किन्तु घटः अनित्यः इति कृत्वा घटे विद्यमान एकत्वम् अनित्यं भवति इति अत्र एतत् सर्वं न उक्तं, किन्तु अत्र महत्त्वमस्ति तदेव मनसि विचिन्त्य ग्रन्थकारः एतादृशं लिखति, नो चेत् एकः घटः एकः पटः इति लिखति चेत् इत्यादि ज्ञानैः तत् सिद्धिः इति समीचीनमेव, किन्तु इतोपि किञ्चित् वक्तुम् इष्टवान् सः, अतः एव एकः घटः एकः आकाशः इत्यादि ज्ञानैः तत् सिद्धिः. तत् सिद्धिः इत्युक्ते कस्य सिद्धिः? एकत्वस्य सिद्धिः इति न, एकत्वस्य सर्वेषु द्रव्येषु सर्वदा भवति इत्यस्य सिद्धिः. इत्युक्ते एकत्वम् अनित्यपदार्थेषु वर्तते, एकत्वं नित्यपदार्थेषु वर्तते, अपि च यदा एकं द्रव्यम् अस्ति तदा तस्मिन् द्रव्ये सर्वदा वर्तते इति एतेषां ज्ञानानां सिद्धिः भवति इति अत्र उक्तम्. एकः घटः एकः आकाशः इत्यादि ज्ञानैः तत्र सर्वेषु द्रव्येषु सर्वदा एकत्वं भवति, नित्यद्रव्यं वा भवतु अनित्यद्रव्यं वा भवतु इति अत्र उक्तम्. समीचीनं भगिनि. परिमाणमपि तथा एव, परिमाणं पृथक्त्वं संयोगं विभागः इति पञ्च तत्सर्वम् अन्यः कोऽपि पठित्वा वदति. समीचीनं भगिनि, धन्यवादः. अग्रे श्रीराममहोदय पठति वा? आं महोदय. परिमाणमपि तथा, तस्य अनुमहदादिविभागः ग्रन्थकारेण दर्श्यते प्रदर्शयति. संख्यावद्देव पृथक्त्व एक पृथक्त्वं द्विपृथक्त्वम् इत्येवं. तत्र तत् अनन्तरं पठेम. तत्र परिमाणमपि तथा, तस्य अणुत्वमहत्वादिविभागः ग्रन्थकारेण प्रदर्श्यते, तस्मिन् विषये प्रथमं वदतु. अत्र किं लिखितमस्ति? यथा सङ्ख्या अस्ति, सङ्ख्या एकत्वादिव्यवहारहेतुः सङ्ख्या इति उक्तमस्ति, तदपि सा नवद्रव्ये द्रव्यवृत्तिः इति उक्तमस्ति. तादृशमेव परिमाणमपि एकत्वादिव्यवहारहेतुः परिमाणमपि नवद्रव्येषु भवति इति अहम् अवगच्छामि. हा अस्तु, परिमाणमपि तथा. तथा इत्युक्ते अत्र किं परामर्शितमस्ति? तत्र नवद्रव्येषु तस्य वृत्तित्वम् अस्ति इति परामर्शितं वा? केवलं तदेव परामर्शितम्? इतोपि अधिकं परामर्शितं वा? परिमाणं तत्र द्वितीयवाक्यं किम्? तस्य अनुमहत्तादिविभागः ग्रन्थकारेण दर्शितः. पूर्वम् अस्माभिः दृष्टम् अनुपरिमाणं, महत्परिमाणं, मध्यमपरिमाणम् इति विभागत्रयम् अस्माभिः अधीतम्. इदानीम् एकत्वादि तत्र एकत्वादि परार्धपर्यन्त इति अस्ति, तादृशः विभागः अत्र परिमाणविषये अस्ति वा इति मम संशयः अस्ति. तत्र तादृशं न भवति किल. अत्र एकत्वादि परार्धपर्यन्त इति केवलं सङ्ख्यायाः वैविध्यं, सङ्ख्या एव. तत्र सङ्ख्यायाः वैविध्यं परिमाणे न भवति. तर्हि अत्र परिमाणमपि तथा इत्युक्ते तत्र यथा भवता उक्तं सर्वेषु द्रव्येषु सर्वदा भवति इति अवगन्तम्. सर्वदा तदेव तथा इत्यनेन किं बोध्यम् इति चेत्, यथा एकत्वं सर्वेषु द्रव्येषु सर्वदा भवति, तथा परिमाणम् इति गुणः सर्वेषु द्रव्येषु सर्वदा भवति. किन्तु कीदृशपरिमाणम्? अत्र साक्षात् एकत्वम् इति सङ्ख्या उक्तम्, तत्र भेदः वर्तते. इत्युक्ते अत्र वाक्यद्वयमहं वदामि. सङ्ख्या सर्वेषु द्रव्येषु सर्वदा भवति इति अत्र न उक्तं. तत्र सङ्ख्यायाम् एकविधं स्वीकृत्य एकत्वं सर्वेषु द्रव्येषु सर्वदा भवति इति उक्तम्. किन्तु परिमाणे यद्यपि यथा भवता उक्तम् अणुपरिमाणं, महत्परिमाणं, मध्यमपरिमाणम् इति तत्र त्रैविध्यं दृश्यते, तत्र एकविधं स्वीकृत्य अणुपरिमाणं सर्वेषु द्रव्येषु सर्वदा भवति इति न उक्तम्. अत्र केवलं गुणं स्वीकृत्य परिमाणम् इति गुणः सर्वेषु द्रव्येषु सर्वदा भवति इति तावदेव अवगन्तव्यं तथा इति पदेन. बुद्धं खलु? अस्तु, अग्रे पठतु महोदय. इदानीं सङ्ख्यावदेव पृथक्त्वम् एकपृथक्त्वं द्विपृथक्त्वम् इति एवंविधं भवति. यथा पृथक्त्वविषये इदानीं अग्रिमवाक्यमपि पठित्वा वदतु. तत्र द्विपृथक्त्वादीनां कदाचित्कत्वे अपि एकपृथक्त्वं सर्वेषु द्रव्येषु भवति. इदानीम् अत्र पृथक्त्वविषये चिन्तनमस्ति. यदा सङ्ख्या एकत्वं, सङ्ख्यायाः एकत्वं सर्वेषु द्रव्येषु सर्वदा भवति, तादृश पृथक्त्वम् एकपृथक्त्वं द्विपृथक्त्वम् इति भेदः पृथक्त्वविषये अपि अस्ति. तु एकपृथक्त्वं सर्वेषु द्रव्येषु भवति, नवद्रव्येषु सर्वेषु द्रव्येषु सर्वदा भवति. यथा एकत्वम् इति सङ्ख्या, तथा एकपृथक्त्वं सर्वेषु द्रव्येषु सर्वदा भवति. हा, समीचीनं. तु परिमाणं तादृशं एकत्वं, यथा भवान् उक्तवान् एकपरिमाणम् अणुपरिमाणं वा मध्यमपरिमाणं वा सर्वदा न भवति. हा, तत्र एकविधपरिमाणं सर्वेषु द्रव्येषु सर्वदा भवति इति न वक्तुं शक्यते. केवलं परिमाणं सर्वेषु द्रव्येषु सर्वदा भवति इति वक्तुं शक्यते. किन्तु एकत्वम् इति सङ्ख्या सर्वेषु द्रव्येषु सर्वदा भवति, अपि च एकपृथक्त्वम् इति तादृशपृथक्त्वं सर्वेषु द्रव्येषु सर्वदा भवति. किन्तु द्वित्वपृथक्त्वम् इति तादृशचिन्तनं कादाचित्कं, तत्र कादाचित्कम् अस्ति इत्युक्ते अस्माकं आकाङ्क्षा अस्ति चेत्, अपेक्षा अस्ति चेत् तादृशं भवति, नो चेत् न. समीचीनम्. हा, सीमा भगिनी पृच्छतु, तदनन्तरं सीताविषयं महोदय. महोदय, अत्र सङ्ख्यायाः निरूपणमस्ति वा परिमाणस्य वा पृथक्तस्य, अपि च अत्र एकपृथक्त्वं लिखितमस्ति, तर्हि गुणद्वयं वर्तते, सङ्ख्यापि अपि च पृथक्त्वं, प्रश्नद्वयमस्ति. हा, अत्र वस्तुतः अत्र इदानीं सङ्ख्यायाः एव निरूपणं भवति, किन्तु तत्र साम्यं वर्तते सङ्ख्या आरभ्य विभागपर्यन्तं, सङ्ख्या परिमाणं पृथक्त्वं संयोगः विभागः इति पञ्चसु गुणेषु तत्र साम्यं वर्तते. कस्मिन् विषये इति चेत् सर्वेषु गुणेषु सर्वदा भवति इत्यस्मिन् विषये साम्यं वर्तते. तत्रापि किञ्चित् भेदः वर्तते. एकत्वम् इति सङ्ख्या सर्वेषु गुणेषु सर्वेषु द्रव्येषु सर्वदा वर्तते, किन्तु परिमाणम् एव सर्वेषु द्रव्येषु सर्वदा वर्तते. पृथक्त्वं कथमस्ति? एकपृथक्त्वम् इति पृथक्त्वं सर्वेषु द्रव्येषु सर्वदा वर्तते. तदुपरि इदानीं द्विपृथक्त्वं, त्रिपृथक्त्वं वा इति, तत्र कादाचित्कं, कादाचित्कत्वमेव अस्ति इति कृत्वा तेषां द्विपृथक्त्वस्य सर्वेषु द्रव्येषु सर्वदा वर्तते इति न वक्तुं शक्यते इति अत्र साम्यं वर्तते इति कृत्वा मिलित्वा ग्रन्थकारः चिन्तयति, किन्तु इदानीम् अस्माकं विवक्षा तु सङ्ख्यायां विषये एव अस्ति. अस्तु महोदय, किन्तु एकपृथक्त्वं तत्र तत्र इतोपि चिन्तनीयम्. अग्रे अग्रे अग्रे चिन्तयामः. इदानीं गते वर्गे तत्र पूर्वस्मिन् पाठे, गते वर्गे नास्ति, पूर्वस्मिन् पाठे एकं रूपम् इत्यस्मिन् विषये अस्माभिः चिन्तितम्. एकं रूपम् इति प्रतीतिः कथं वा जायते? तत्र एकत्वं घटे विद्यते, अपि च रूपमपि घटे विद्यते, तर्हि तयोः समान अधिकरणमस्ति, तयोः मध्ये समानाधिकरण्यमस्ति इति कृत्वा तत्र समानाधिकरणं समानाधिकरण्यसम्बन्धं स्वीकृत्य तत्र एकं रूपम् इति ज्ञानं भवति इति तत् समर्थितम्. तस्मादुपरि यदि एकस्मिन्नेव घटे द्वे रूपे स्तः, इदानीं रूपद्वयं वर्तते द्वे रूपे स्तः इति ज्ञानं भवति चेत् तस्य समर्थनं कथं भवति इति अस्माभिः एतावत् न अधीतम्. एवमेव अत्रापि तत्र द्विपृथक्त्वं वा त्रिपृथक्त्वं वा गुणेऽपि जायमानः गुणप्रत्ययः एकत्वस्य अधिकम् एकत्वस्यापेक्षया अधिकं तस्मिन् विषये एतावत्पर्यन्तम् अस्माभिः न चिन्तितम्. अग्रे आयास्यति, इतोपि किञ्चित् पठित्वा तदनन्तरम् अस्मिन् विषये चिन्तयामश्चेत् सुलभतया ज्ञानं भवति, नो चेत् सर्वं पूर्वमेव वक्तव्यं भवति इत्यतः. तदपि प्रश्नः अस्ति इति स्वीकुर्मः इदानीम्. धन्यवादः. अस्तु, भवती एव पठतु भगिनि. तत्र श्रीराममहोदयस्य प्रश्नः आसीत् वा तस्मात् पूर्वम्? महोदय, अहं तत्र किमर्थम् एकत्वस्य कादाचित्कत्वं नास्ति इति अहं न अवगच्छामि. एकपृथक्त्वम् इत्यस्य कादाचित्कत्वं नास्ति, किमर्थम् इत्युक्ते एकत्वस्य एकसङ्ख्यायाः एकत्वस्य महोदय एकत्वं तत्र कादाचित्कत्वं नास्ति वा एकत्वस्य विषये? नास्ति, तत्र तादृशं नैयायिकाः वदन्ति. इत्युक्ते एकः घटः तत्र अस्ति, घटः अस्ति इति ज्ञानं मयि न जातं चेदपि तत्र एकः एव घटः अस्ति इति कृत्वा तत्र सर्वदा एकत्वम् अस्ति एव घटे. किन्तु इदानीं बहवः घटाः सन्ति, तत्र चिन्तयतु त्रयः घटाः सन्ति इति चिन्तयतु. प्रत्येकं घटे एकत्वं मम आकाङ्क्षा नास्ति चेदपि तत्र एकत्वम् अस्ति इति नैयायिकाः स्वीकुर्वन्ति. किन्तु तत्र द्वित्वं कदा जायते इति चेत् कति घटाः सन्ति इति यावत् मम मनसि प्रश्नः न उदेति तावत् तत्र द्वित्वं न जायते. तत्र स्वीकर्तुं शक्नोमि तादृशचिन्ता. अस्तु, भवतु, तत्र अग्रे गुणानाम् उत्पत्तिविषये किञ्चित् चिन्तनं भवति. उत्पत्तिक्षणे द्रव्येण गुणकर्मणोः सम्भवः इत्यस्मिन् पाठे एतत् सर्वम् एतस्मिन् विषये चिन्तनमस्ति, तत् पठित्वा तदनन्तरं पुनः चिन्तयामः. अस्तु, सीमा भगिनी अग्रे पठतु भगिनी कृपया. आं महोदय, संयोगः प्रसिद्धः स च प्रायः क्रियाजन्यः. आकाशादिद्रव्याणां विभुत्वात् क्रिया न भवति इति प्राक् निरूपितम्. अग्रे पठामि वा? अग्रे अपि पठतु, अग्रिम वाक्यमपि पठतु. परन्तु घटादिमूर्तेषु उत्पद्यमानया क्रियया आकाशादौ संयोगः जायते. तावत् अत्र संयोगः चतुर्विंशति गुणेषु अन्यतमः अस्ति. अत्र संयोगः तु प्रसिद्धः दत्तमस्ति पूर्वस्मिन् पूर्वं वयं दृष्टवन्तः द्रव्ययोः संयोगः भवति इति. सः संयोगः क्रियाजन्यः भवति. क्रिया अस्ति चेत् एव द्रव्ययोः संयोगः भवति. किन्तु आकाशादिद्रव्याणाम्, आकाशादि इत्युक्ते आकाश, काल, दिक्, मन, तेषां द्रव्याणां आत्मा, ओ न न वदामि, अस्तु आत्मा. आकाश दिक्, आकाशकाल दिक् आत्मा मन, पञ्च द्रव्येषु क्रिया न भवति इति प्राक् उक्तं. तस्य हेतुः अस्ति तानि द्रव्याणि विभुः अस्ति सन्ति विभवः सन्ति विभवः सन्ति धन्यवादः विभवः सन्ति. किन्तु घटादि मूर्त द्रव्याणि सन्ति, अतः तेषां क्रिया सम्भवति तेन, तया क्रियया आकाशादौ संयोगः जायते. इत्युक्ते मूर्तद्रव्येषु क्रिया सम्भवति, तया क्रियया विभु द्रव्येण संयोगः जायते इति दत्तम्. हा, किन्तु अत्र एकं पदं तत्र प्रायः इति अस्ति किल, तत्र महत्त्वमस्ति. तत्र प्रायः इति पदं प्रयुक्तमस्ति इत्यतः एव अग्रिमवाक्यद्वयम् उक्तमस्ति, नो चेत् तस्य आवश्यकता नास्ति. अस्तु अस्तु. प्रायः क्रियाजन्यः इत्युक्ते आकाशादौ यः संयोगः जायते, सः संयोगः आकाशादौ क्रिया अस्ति इति कृत्वा न जायते. किन्तु घटादिमूर्तद्रव्येषु क्रिया अस्ति, तेन कारणेन आकाशादौ संयोगः जायते इति अस्ति. बहु समीचीनम् इति. तत्र लघु पदमस्ति प्रायः इति, तथापि तत्र महत्त्वमस्ति. किमर्थं प्रायः इत्युक्ते स च क्रियाजन्यः इति वदति चेत् तत्र क्लेशः न भवति. संयोगः प्रसिद्धः, संयोगः इति गुणः प्रसिद्धः, द्रव्ययोः मध्ये एव भवति, स च संयोगः क्रियया जायते इति तावदेव वदामि चेत् वयम् अवगन्तुं शक्यते. किन्तु अत्र ग्रन्थकारेण प्रायः इति लिखितं, तर्हि इतोपि वक्तव्यं किमर्थं प्रायः इति उक्तं. यत्र कीदृशसन्दर्भः, यत् तादृशसन्दर्भः अस्ति यत्र क्रियया संयोगः न जायते इति प्रश्नः उदेति, तस्य निवारणार्थम् अत्र आकाशादिद्रव्याणां विभुत्वात् तेषु क्रिया न भवति इति वयं जानीमः. तथापि तत्र संयोगः इति गुणः द्विनिष्ठः इत्युक्ते द्रव्ययोः मध्ये संयोगः भवति चेत् तत्र संयोगः इति गुणः द्वयोः द्रव्ययोः अस्ति. घटपटयोः, घटभूतलयोः मध्ये संयोगः अस्ति इति वदामश्चेत् स च संयोगः कुत्र वर्तते इति चेत् घटे अपि वर्तते, भूतले अपि वर्तते, अपि च स च संयोगः समवायसम्बन्धेन वर्तते. संयोगः इति गुणः भूतले समवायसम्बन्धेन वर्तते, संयोगः इति गुणः समवायसम्बन्धेन घटे वर्तते इति वस्तुस्थितिः. तर्हि आकाशे अपि संयोगः जायते एव. यदा घटस्य घटे क्रिया भवति, आकाशः विभुः, तर्हि आकाशः इति द्रव्यम्, आकाशः इति विभुः, तर्हि घटः घटे क्रिया जायते चेत् तत्र यत्र यत्र घटे क्रिया जायते तत्र सर्वत्र आकाशः अस्ति इति कृत्वा तत्र संयोगः जायत्येव. तर्हि इदानीं प्रश्नः उदेति, आकाशे क्रिया न भवति तथापि अत्र संयोगः कथं वा जायते इति चेत् तन्निवारणार्थं तत्र केवलं प्रायः इति उक्तम्. अत्र अग्रे वाक्यद्वयमपि उक्तम्. अपि च मुस्तकम् इत्यस्य अर्थः पूर्वं दृष्टः, किन्तु कः अर्थः दृष्टः पुनः स्मारयतु? समीचीनतया स्मरणे नास्ति. यस्मिन् क्रिया जायते तद् मूर्तद्रव्यम्. मूर्तद्रव्यस्य लक्षणम् एतदेव, यस्मिन् क्रिया जायते. विभुद्रव्येण संयोगस्य किमपि नास्ति तत्र. विभुद्रव्ययोः मध्ये इति पृच्छति वा? न न न, मम प्रश्नः समीचीनं नासीत्. क्षम्यता, मम विवक्षा अस्ति भूतत्वं तत्र विभूद्रव्येण संयोगः यस्य अस्ति सः मूर्तः इति किमपि नास्ति तत्र. न बुद्धं भगिनि, पुनः वदतु. मम मनसि अस्ति मूर्तत्वस्य लक्षणे विभूद्रव्यस्य किञ्चित् पदमस्ति, विभूद्रव्येण संयोगः यस्य अस्ति सः मूर्तः इति किमपि नास्ति. न न, तादृशं नास्ति. यस्मिन् क्रिया जायते तत् द्रव्यम् इति एव मूर्तद्रव्यस्य, तत्र विभुत्वम् इत्यस्य इत्यत्र किमपि वैशिष्ट्यं नास्ति. अपि च इदानीम् इतोपि एकं विषयं चिन्तयितुम् अर्हति. महोदय, क्रिया जायते वा न जायते सर्वदा संयोगः अस्ति किल आकाशे. यं कमपि द्रव्यं स्वीकरोतु तस्य संयोगं जायते किल आकाशे. आकाशे संयोगः सर्वदा न वर्तते. संयोगः जायते इति वदति चेत् संयोगः सर्वदा न वर्तते वा इति कथं वा पृच्छति? जायते किल, जायते इति पदं न साधु सर्वदा भवति अप्प न सर्वदा न भवति इति नास्ति. तद् तत् प्रथमवाक्यं समीचीनम्. अत्र वाक्यद्वयं भवत्या उक्तम्. अत्र किं वाक्यं समीचीनम् इति चेत् प्रथमवाक्यमेव समीचीनं, संयोगः जायते. समीचीनम् मम प्रश्नः, संयोगः सर्वदा अस्ति किल इति मम प्रश्नः. संयोगः जायते, जायते इति वदामश्चेत् सर्वदा कथं भवति? तत् नास्ति. तत्र तस्मात् पूर्वं यदा संयोगस्य विषये पठेम तत्र प्रक्रिया अस्ति, संयोग तत्र क्षणप्रक्रिया इति अस्ति. पूर्वक्षणे क्रिया भवेत्, तदनन्तरं विभागः भवति, तदनन्तरं संयोगः भवति, तदनन्तरं संयोगस्य नाशः भवति. तादृशचिन्तनमस्ति. नित्यद्रव्यैः संयोगः न भवति. भवती किञ्चित् तदेव प्रश्नं मया करणीयमिति चिन्तितं. भवती किं वदति? अहं चिन्तयामि यथा इदानीं कालः अपि च आत्मा इति स्वीकुर्मः, द्वयमपि नित्यं, द्वयमपि विभुः. तत्र नित्यत्व नित्यम् इति भवतु, किन्तु द्वयमपि विभुः. अत्र नित्यत्वस्य महत्त्वं नास्ति. किमर्थम् इत्युक्ते परमाणवः नित्याः, किन्तु तयोः मध्ये संयोगः जायते. परमाणोः मध्ये यदा संयोगः जायते तदा एव जणुकम् उत्पद्यते, तदनन्तरं त्रेणुकं, तदनन्तरमेव सृष्टिः भवति. तर्हि परमाणवः यद्यपि नित्याः तथापि द्वयोः तयोः मध्ये तेषां मध्ये संयोगः जायतेव, नो चेत् सृष्टिः न भवति. किन्तु विभुद्रव्ययोः मध्ये संयोगः भवति वा इत्युक्ते कालः इति विभुः अपि च आत्मा इति विभुः, तयोः मध्ये संयोगः भवति वा इति चेत् न भवति, द्वयोः अपि क्रिया न जायते इत्यतः संयोग क्रियया एव संयोगः जायते. किन्तु क्रियया एव संयोगः जायते इति अपि न वक्तव्यं. किमर्थम् इत्युक्ते एकस्मिन् पार्श्वे नित्य विभुद्रव्यमस्ति, अन्यस्मिन् पार्श्वे मूर्तद्रव्यमस्ति चेत् संयोगः इति गुणः द्विनिष्ठः इति कृत्वा विभुद्रव्ये अपि संयोगः जायते. यद्यपि तस्मिन् क्रिया न जातः जाता तथापि तस्मिन् संयोगः जायत्येव इति कृत्वा द्रव्यस्य उत्पत्तेः संयोगः जायते. सत्यं, मूर्तद्रव्ये यदा क्रियायाः उत्पादनं भवति तदा संयोगः मूर्तद्रव्यस्य अपि च नित्यविभुद्रव्ययोः मध्ये जायते, संयोगः जायते. किन्तु यदा कदापि विभुद्रव्ये क्रिया न जायते इत्यतः विभुद्रव्ययोः मध्ये संयोगः भवति वा इति चेत् न भवत्येव. किन्तु नित्यद्रव्ययोः मध्ये भवति, परमाणवः नित्याः इति कृत्वा. द्रव्ये यदि गुणस्य उत्पत्तिः अस्ति चेदपि तत्र संयोगः न रूपस्य उत्पत्तिः अस्ति द्रव्ये, किन्तु द्रव्यरूपयोः मध्ये समवायसम्बन्धः स्वीकृतः न तु संयोगः. किन्तु सम्बन्धद्वयं क्रियाजन्य एव अस्ति, किमर्थं सम्बन्धद्वयम् इत्युक्ते समवाय अपि संयोग, यतोहि गुणः अपि कार्यमस्ति द्रव्यस्य. आम्, किन्तु समवायसम्बन्धः क्रियया जातं, क्रियया जायते इति यत्र कुत्रापि उक्तं वा? न. हा, अत्र किमुक्तं? संयोगः क्रियया जायते इति तावदेव उक्तं, समवायसम्बन्धः क्रियया जायते इति न उक्तम्. महोदय, एकवारं पुनः समवायसम्बन्धस्य आवश्यकता का? संयोग गुणः यदि क्रियया जायते तर्हि तस्मिन् सन्दर्भे संयोगः किमर्थं न स्वीकर्तव्यः? इत्युक्ते रूपं घटे किमर्थं संयोगसम्बन्धेन भवति न भवति इति किमर्थं न स्वीकुर्मः इति भवत्याः प्रश्नः. रूपे क्रिया जातुं शक्यते वा? न, किन्तु घटे तु क्रिया जातुं शक्यते. घटे एव, घटे एव भवति, किन्तु इदानीं रूपं घटे आगच्छति. अत्र किं कुर्मः भगिनि, अग्रिमपाठमस्ति किल, उत्पत्तिक्षणे द्रव्येण गुणकर्मणोः सम्भवः, तत् पठित्वा इतोपि चिन्तयामः. किमर्थं चेत् तत्र बहूनां प्रश्नानाम् उत्तरं लभ्यते, एतादृशप्रश्नानाम्. धन्यवादः. अस्तु, समीचीनं. शिवराममहोदय अग्रे पठति वा? कुल्कर्णि महोदय. आम् आम्. आकाशादिद्रव्याणां न तत्र विभागोऽपि संयोगनाशको गुणः इति लक्ष्यते. विभागोऽपि संयोगनाशको गुणः इति लक्ष्यते, तस्यापि विभूद्रव्येषु मूर्तसमवेतक्रियया उत्पत्तिः भवति, आहत्य च नवसु द्रव्येषु एते भवन्ति इति ते साधारणगुणाः इति प्रसिद्धाः. विभागः अपि संयोगनाशको गुणः इति लक्ष्यते. भवान् किञ्चित् भवानेव विवरणं करोतु. विभाग अपि संयोगनाशको गुणः इति लक्ष्यते. विभागः इति गुणः इति भवान् जानाति किल, चतुर्विंशतिदिनेषु अन्यतमः. आमां नवमगुणः अस्ति इत्युक्ते पञ्चमगुणः अस्ति सङ्ख्या, षष्टमगुणः अस्ति परिमाणं, सप्तमगुणः अस्ति पृथक्त्वम्, अष्टमगुणः अस्ति संयोगः, नवमगुणः अस्ति विभागः. तस्य लक्षणं किम् इति चेत् संयोगनाशको गुणः संयोगनाशकः विलक्षति. संयोगस्य नाशकः अस्ति विभागः इति गुणः इति तस्य लक्षणम् इति तत्र केवलम् उक्तम्. अग्रे पठितुमस्ति तस्यापि महोदय समिता तस्यापि संयोगनाशत्वं नैव न वा नास्ति पृथक्त्वम् इति भिन्नगुणः अस्ति, विभागः इति भिन्नगुणः अस्ति. पृथक्तविभागयोः मध्ये कः भेदः इति अनन्तरं चिन्तयामः. एतावत्पर्यन्तं पृथक्त्वम् इत्युक्ते किम् इति अस्माभिः न अधीतं किल, पृथक्त्वस्य लक्षणं न अधीतं. विभागस्य लक्षणम् इदानीमेव पठितं, संयोगनाशको गुणः इति. वयं चिन्तयामः तत्र पृथक् करोतु इत्युक्ते विभागं करोतु इति तादृशव्यवहारे प्रयोगः भवति. सर्वम् अत्र पारिभाषिकशब्दः अस्ति, पृथक्त्वम् इति भिन्नगुणः. अस्तु शिवराम महोदय वदतु तस्यापि. तस्यापि विभुद्रव्येषु मूलया उत्पत्ति भवति. तस्यापि नाम विभागस्य न तस्यापि विभुद्रव्येषु मूर्तसमवेतक्रियया उत्पत्ति भवति. तस्य नाम विभाग इति गुणस्य न विभागो अपि विभुद्रव्येषु मूर्तसमवेतक्रियया उत्पत्ति भवति. मूर्तसमवेतक्रियया इत्युक्ते किं? मूर्तसमवेतक्रिया इत्युक्ते किम्? मूर्तनाम उत्पन्न न उत्पन्न भवति नास्ति, यस्मिन् क्रिया जायते तद् मूर्तम्. उत्तम. यस्मिन् क्रिया न जायते तत् अमूर्तम् इत्युक्ते विभुः. तर्हि मूर्तसमवेतक्रिया, तत्र समवेत इत्यस्य अर्थः कः? मूर्त समवेत नाम सह न तेन सह इति सामान्य अर्थः, किन्तु नैयायिकानां मतानुसारं समवायसम्बन्धः. क्रियावती समवायसम्बन्धेनैव भवति किल. तर्हि क्रिया कुत्र अस्ति इदानीं? मूर्तद्रव्ये अस्ति क्रिया. केन सम्बन्धेन? समवायसम्बन्धः. तर्हि मूर्तसमवेतक्रियया विभुद्रव्येषु विभागः भवति, विभागस्य उत्पत्तिः भवति. यथा तत्र क्रियया मूर्तसमवेतक्रियया विभुद्रव्येषु संयोगः भवति, तथा मूर्तसमवेतक्रियया विभुद्रव्येषु विभागः अपि भवति. तत्र आहत्य च नवसु द्रव्येषु एते भवन्ति इति ते साधारणगुणाः इति प्रसिद्धाः. नवसु द्रव्येषु एते साधारणगुणाः के? साधारणगुणाः के? औषधिगुणाः सन्ति ते न के? के महोदय पुनः वदतु, तत्र आवलिं ददातु. साधारणगुणाः के? अत्रैव अस्ति महोदय. रूपरसगन्धन नास्ति. नास्ति रूपम् इति साधारणगुणः नास्ति. रूपं केवलं पृथिव्यां जले तेजसि एव लभ्यते, अन्येषु द्रव्येषु न लभ्यन्ते किल, लभ्यते किल. तर्हि साधारणगुणः नास्ति. तर्हि के गुणाः साधारणगुणाः? परिणामतः ये सर्वेषु सन्ति ते साधारणगुणः न परिमाणपृथक्त्वसंयोगविभाग सङ्ख्या सङ्ख्यातः तर्हि पञ्चगुणाः सङ्ख्यापरिमाणपृथक्त्वसंयोगविभाग तेषु अपि तत्र सर्वे सङ्ख्या सर्वाः सङ्ख्याः साधारणगुणाः वा सर्वा संख्या न साधारणगुणः न तर्हि का का संख्या साधारणगुणः अस्ति न अवगतं महोदय एकत्वम् इति एकः एव एकत्वम् इति संख्या एव साधारणगुणः अस्ति तत्र द्वित्वादिकम् अस्माकम् अपेक्षा अस्ति चेदेव तस्य तस्य उत्पत्तिः भवति तस्याः उत्पत्तिः भवति किल इति कृत्वा एकत्वम् इति संख्या साधारणगुणः अस्ति परिमाणम् इति गुणः साधारणगुणः अस्ति एकपृथक्त्वम् इति गुणः साधारणगुणः अस्ति संयोगः साधारणगुणः अस्ति विभागः अपि साधारणगुणः तर्हि पञ्चगुणाः साधारणगुणाः किमर्थमत्र साधारणम् इति उक्तम् इति कृत्वा इति चेत् सर्वेषु द्रव्येषु सर्वदा भवति इत्यतः भवति सामान्यतः विद्यते सर्वत्र सर्वेषु द्रव्येषु समीचीनम् अस्तु अग्रे किञ्चित् सरेम धन्यवादः महोदय अग्रे विजी भगिनी पठति वा उत्पत्तिक्षणे उत्पत्तिक्षणे द्रव्ये न गुणकर्मणोः सम्भवः इत्युक्ते तत्क्षण उत्पत्तिक्षणसमये द्रव्ये कस्य उत्पत्तिक्षणे कार्यं वा सत्यम् अस्तु अग्रे किन्तु त्रीणि कार्य उत्पत्तिक्षणे त्रीणि सोपानि सन्ति निकषाः सन्ति किल तद् कारणस्य निकषाः यत् कारणम् इति स्वीकर्तुं शक्यते इति चेत् कार्याधिकरणे भवेत् कार्याधिकरणे पूर्वक्षणे कार्योत्पत्तेः पूर्वक्षणे भवेत् कार्याधिकरणे सर्वदा भवेत् तस्मिन् समये अपि तत् उत्पत्ति क्षणे कार्यं किमपि नास्ति इति पठितवन्तः किल न वा उत्पत्तिक्षणे द्रव्ये गुणकर्मणोः तिस्रः निकषाः कारणस्य विषये अस्ति कारणस्य निकषाः ते कारणं किम् इति स्वीकर्तुं शक्यते इति चेत् कार्याधिकरणे भवेत् कार्योत्पत्तेः पूर्वक्षणे भवेत् कार्याधिकरणे सर्वदा भवेत् तत्र कारणत्वविचारे इदम् अस्माभिः आलोचितं यत् कारणेन कार्योत्पत्तेः प्राक्षणे भवितव्यम् इति अपि अधुना उक्तं किल भवता कारणत्वविचारे कारणत्वविचारे सम्पूर्णपरिच्छेदं पठतु अस्तु महोदय वैशाखक्षणे कदा उत्पत्तिश्चेत् चैत्रक्षणे सर्वाणि घटकारणानि साक्षात् परम्परासम्बन्धैः कपाले सन्निहितानि भवन्ति अयं च नियमः सर्वविधे कारणत्वे आलोचनीयः तत् वक्ष्यमाणं समवायीकारणं वा भवेत् असमवायीकारणं वा तथा स सर्वभावजन्यान् प्रति द्रव्यमेव समवायीकारणम् इति सङ्ख्यादिगुणानामपि उत्पत्स्यमानानां द्रव्यम् एव समवायीकारणम्. तत्र कारणत्वविचारे इदम् अस्माभिः आलोचितं यत् कारणेन कार्योत्पत्तेः प्राक्षणे भवितव्यं. कारण कार्यति कार्य उत्पत्ति उत्पत्तेः प्राक्षणे कारणं भवितव्यम् इति वा? हा, कारणं कार्यादिकरणे भवेत् इति. वैशाखक्षणे इत्युक्ते किं? वैशाखक्षणे तत्र केवलं नाम अस्ति, कस्य कस्यचित् क्षणस्य नाम अस्ति. अत्र अग्रे अग्रिमपुटे चित्रमस्ति किल. ओहो, ओके. अत्र वैशाखक्षणे क्षणचतुष्टयं दत्तं, चैत्रक्षणः, वैशाखक्षणः, ज्येष्ठक्षणः, आषाढक्षणः इति. तत्र मासस्य नाम वा महोदय? यत्किमपि तत्र विजि भगिनी क्षणं, विजया भगिनी क्षणम् इति किमपि, केवलं क्षणस्य ए नाम, ए क्षणे, बि क्षणे, एक्स् इति. हा, सत्यं. वैशाखक्षणे घटो उत्पत्तिश्चेत् चैत्रक्षणे सर्वाणि घटकारणानि साक्षात् परम्परासम्बन्धैः कपाले सन्निहितानि भवन्ति. अत्र मम सन्देहः अस्ति, चैत्रक्षणम् इति वैशाखक्षणे पूर्वं वा परं वा महोदय? भवती किं चिन्तयति? पूर्वं. तदेव चैत्रक्षणं पूर्वं भवति, वैशाखक्षणं उत्पत्ति भवति चेत् तस्य पूर्वक्षणे चैत्रक्षणे सर्वगणकारणानि साक्षात् परम्परासम्बन्धैः कपाले सन्निहितानि भवन्ति. कारणानि परम्परासम्बन्धैः इत्युक्ते अत्र साक्षात् परम्परासम्बन्धैः कारणं किं, कारणानि कानि? कपाले दण्ड इत्यादि. एतत् सर्वं एकनिमिषम् एकैकं स्वीकृत्य चिन्तयामः. कपालः घटस्य साक्षात् कारणं किल? आम् आम् आम्. घटे कपाले एव घटस्य उत्पादनं भवति. आम्. इदानीं दण्डः अपि कारणं, चक्रभ्रमणमपि कारणं, चक्रमपि कारणं. किन्तु इदानीं दण्डस्य कारणत्वं साक्षात् वा नो चेत् परम्परया प्राप्तं वा? परम्परा. हा, तदेव अत्र उक्तम्. सर्वाणि कारणानि, दण्डः इति कारणं वा, चक्रम् इति कारणं वा, चक्रभ्रमणम् इति कारणं वा, कपालम् इति कारणं वा, तत्र कारणानि सन्ति चेत् तत्र कपालः मृदुते कपाले सन्निहितानि भवन्ति. तर्हि सर्वाणि कारणानि, तत्र दण्डः, चक्रं, चक्रभ्रमणं, कुलालः अपि च इति एतत् इति एतानि सर्वाणि कारणानि चैत्रक्षणे इत्युक्ते कार्यप्रस्तोहे प्राक्षणे कार्याधिकरणे तत्र भवेत् इति निकषः. तदेव अत्र लिखितम्. अग्रे अयं च नियमः सर्वविधे कारणत्वे आलोचनीयः. एतत् सर्वं निकषा पूरयति वा इति कारणत्वे आलोचनीयं. अत्र सर्वविधकारणत्वे, सर्वविधे कारणत्वे इत्युक्ते कारणानि त्रिविधानि भवन्ति. एकं तु समवायीकारणं, तद् अस्माभिः अधीतं. समवायीकारणस्य लक्षणम् एकवारं वदति वा? समवायी कारणं कारणं समवायी कारणम् यत् अधिकरणं समान आधिकरणं समानाधिकरणं भवितव्यं वा न समवायीकारणस्य लक्षणं तत्र लक्षणवाक्यं मनसि झटिति भवेत् तस्य कण्ठस्थी अपि करणीयं नो चेत् यदा एतादृशपदप्रयोगः क्रियते तत् समवायिकारणम् असमवायिकारणम् इति तर्हि समवायिकारणम् इति न जानीमश्चेत् कथं वा वाक्यस्य अर्थः जायते सम्बन्ध अवच्छिन्नकारणताश्रयत्वं समवायीकारणत्वलक्षणम् यत्किमपि समवायसम्बन्ध अवच्छिन्न कार्यतानिरूपित तादात्म्यसम्बन्ध अवच्छिन्न कारणताश्रयत्वं समवायीकारणस्य लक्षणम् तर्हि समवायीकारणम् इति एकविधकारणम् इदानीम् असमवायीकारणम् इति द्वितीयविधकारणमस्ति अपि च निमित्तकारणम् इति तृतीयविधकारणमस्ति सर्वेषां कारणानां विषये एतादृशचिन्तनं नियमः चिन्तनीयः पूर्वक्षणे भवेत् इति अस्ति अस्तु अग्रे भगिनि तद् वक्ष्यमाणं तत् वक्ष्यमाणं समवायीकारणं वा भवेत् असमवायीकारणं वा इति आलोचनीयं वा महोदय तत्रापि एतत् सर्वं चिन्तनीयमिति उक्तम् असमवायीकारणमपि कार्योत्पत्तेः प्राक्षणे कार्यादिकरणे भवेत् वा तादृशनिकषा तत्र प्रवर्तते वा इति चिन्तनीयम् आलोचनीयः इति उक्तवान् तथा समवायिकारणं किम् इति एतावत्पर्यन्तम् अस्माभिः न ज्ञातम् इत्यतः ज्ञात्वा तत्रापि एतादृशनिकषायाः प्रवर्तनं भवति वा इति चिन्तयामः इदानीं न चिन्तयामः अग्रे तथा सर्वभावजन्यान् प्रति द्रव्यमेव समवायीकारणम् इति सङ्ख्यादिगुणानाम् अपि उत्पत्स्यमानानां द्रव्यमेव समवायीकारणम् ओहो अधुना पर्यन्तं चिन्तितवन्तः अत्र उत्तरं प्राप्तं वा महोदय भवती वदतु प्रथमं सर्वभावजन्यान् प्रति द्रव्यमेव इत्युक्ते किं यत् उत्पत्ति भवति उत्पत्ति भवति किल यत् जनयति यत् जनयति यत् जनयति नास्ति यत् जन्यते ओ सारि यत् जन्यति यत् जन्यते तत् प्रति द्रव्यमेव समवायीकारणम् इति सङ्ख्यादिगुणानामपि उत्पत्स्यमानानां द्रव्यमेव सङ्ख्यादिगुणाः उत्पत्ति जन्यते इति तस्य कारणं तस्य समवायीकारणं द्रव्यमेव अस्तु अत्र अस्मिन् वाक्ये किम् उक्तं द्रव्यमेव समवायीकारणं केषां सङ्ख्यादिगुणानाम् उद्दिश्य सङ्ख्यादिगुणानाम् उत्पत्त्यकारणं द्रव्यमेव केवलं सङ्ख्यादिगुणानाम् इति नास्ति सर्वभावजन्यानां द्रव्यमेव समवायीकारणं सर्वभावजन्यानां एवं किमपि जनयति एकनिमिषं तत्र सर्वभावजन्यानां सर्वभावजन्यम् इत्यस्य अर्थः अर्थस्य विषये किञ्चित् चिन्तयामः जन्यम् इत्युक्ते किम् उत्पत्ति जन्यम् इत्युक्ते यत् जायते तत् जन्यं भवति यः जनयति सः जनकः भवति पिता जनकः पुत्रः जन्यः अतः एव मया उक्तं जनयति इति न वदतु, जन्यते इति वदतु. पिता जनकः, पुत्र पिता जनयति इत्यतः सः जनकः, पुत्रः जायते इत्यतः सः जन्यः. अपि च तर्हि जन्य इत्यस्य अर्थः, अर्थस्य बोधः जातः. तर्हि इदानीं तत्र भाव इति उक्तं, कति पदार्थाः सन्ति? सप्त पदार्थाः अत्र, तस्मिन् अभावः इति त्यक्त्वा सर्वे पदार्थाः भावपदार्थाः. षड् पदार्थाः भावपदार्थाः, भावपदार्थाः अभावः इति पदार्थः, अभावपदार्थः विहाय अभाव. अभावस्य अभाव, अभावस्य जननं भवति वा? न भवति. अभावस्य वैविध्यं वदतु सीमा भगिनि. अत्र प्रध्वंसाभावस्य जन्म भवति. तस्य एव, यतोहि प्राग्भावः अन्योन्यभावः अत्यन्तभावः, तेषां जन्म नास्ति. अस्तु, हा समीचीनं. तर्हि तत्र एकमेव उदाहरणं कुर्मश्चेत् पर्याप्तम्. इत्युक्ते प्रध्वंस अभावस्य जननं भवति निश्चयेन, प्रागभावस्य जन्म न भवति किन्तु तस्य नाशः भवति. प्रध्वंस अभावस्य जननं भवति, जन्म भवति किन्तु नाशः न भवति. भवतु, तर्हि अतः एव अत्र उक्तं सर्वभावजन्यान् प्रति. इत्युक्ते तत्र प्रध्वंस अभावः कुत्र भवति, द्रव्ये भवति वा, नो चेत् अन्यत्र यत्र कुत्रापि भवति वा इति तस्मिन् विषये एतावत्पर्यन्तम् अस्माभिः न चिन्तितम्. उत्पत्तिप्रक्रिया इदानीमेव जायमानमस्ति इति कृत्वा अत्र लिखितमस्ति सर्वभावजन्यान् इत्युक्ते तत्र षट् पदार्थाः सन्ति किल, ये भावाः, तेषु तत्र नित्यानां जन्यं जननं न भवति. तर्हि तेषां परामर्शः अत्र न स्वीकर्तव्यः. इत्युक्ते आकाशः, मनः, दिक्, काल, आत्मा, अपि च परमाणवः, ते यदा कदापि जन्याः न भवन्ति इत्यतः तेषामपि परामर्शः अत्र न कृतः. अभावपदार्थस्यापि अत्र परामर्शः न कृतः. सर्वभावजन्यान्, सर्वभावजन्याः इत्युक्ते केवलं ये भावपदार्थाः, अपि तु ये कार्याः, तेषामेव अत्र परामर्शः. तेषां सर्वेषां द्रव्यमेव समवायीकारणं भवति इत्यतः इदानीं सङ्ख्यादिगुणानामपि, इत्युक्ते सङ्ख्या आरभ्य तत्र विभागपर्यन्तं पञ्चानां गुणानामपि उत्पत्तिः भवति, अपि च ते भावपदार्थाः एव, ते अभावाः न सन्ति. सङ्ख्यादिभावपदार्थः सर्वं, सर्वे गुणाः भावपदार्थाः एव इति कृत्वा तेषामपि द्रव्यमेव समवायीकारणं भवति इति अत्र उक्तम्. बुद्धं खलु? सर्वे गुणाः भावपदार्थाः, तदनन्तरं सर्वे गुणाः भावपदार्थाः इति कृत्वा तादृश तत्र सङ्ख्यादिगुणानाम् अत्र आदिपदेन पञ्चगुणाः संख्या विभागपर्यन्तं, सङ्ख्या, परिमाणं, संयोगः, पृथक्त्वं, तत्र सङ्ख्या, परिमाणं, पृथक्त्वं, संयोगः, विभागः, तेषां समवायीकारणं भवति द्रव्यमेव इति अत्र उक्तम्. खलु? आम् आम्, धन्यवादः. आम् अस्तु. अस्तु, समयः जातः, अत्र प्रश्नः अस्ति वा? महोदय, एकः प्रश्नः अस्ति, भवान् भावपदार्थेषु क्रिया अस्ति, अतः क्रियायाः उल्लेखः भिन्नता किमर्थं कृतं भवता? न बुद्धं, पुनः पृच्छतु भगिनी कृपया. भावपदार्थेषु क्रिया अस्ति वा? न, सर्वेषु भावपदार्थेषु क्रिया अस्ति इति न वक्तुं शक्यते, मूर्तद्रव्येषु एव. भावपदार्थेषु नित्यद्रव्याः, विभुद्रव्याः अपि सन्ति. किल मूर्तद्रव्येषु क्रिया न भवति, अपि च सर्वे भावपदार्थाः जन्याः नास्ति, न सन्ति. नित्याः अजन्याः इत्युक्ते तेषां जननं न भवति. परमाणवः आकाशः आरभ्य मनः पर्यन्तं तेषां जननं न भवत्येव. तर्हि पदार्थेषु पदार्थानां विषये भवान् वदति वा द्रव्याणां विषये? पदार्थानां विषये. सर्वेषां द्रव्यभावजन्यपदार्थानां समवायीकारणं द्रव्यमेव भवति इति वाक्यस्य आशयः. प्रश्नः अस्ति वा अत्र? अत्र कः प्रश्नः? मम मनसि सर्वभावजन्यानाम् इत्युक्ते कार्याणि, यत् कार्यरूपम् अस्ति तत् सत्यं. मया किम् उक्तं? क्रियाः इति उक्तं वा? ओ, तद्दोषाय. कार्यमेव मम मनसि आसीत्. क्रिया तत्र कार्यम् इत्यस्मिन् स्थाने क्रिया इति मया उक्तम्. अस्तु, समीचीनम्. आमामाम्, इदानीम् अहं स्मरामि, तत्र क्रियाः इति मया उक्तं, न कार्यम् इति वक्तव्यम्. सर्वेषां भाव कार्याणां समवायीकारणं द्रव्यमेव भवति इति आशयः. धन्यवादः. अस्तु, समीचीनम्. अत्र स्थगयामः. सर्वेभ्यो नमस्कारः. धन्यवादः. धन्यवादः भवति.